तर्हि अस्माकं सन्धिवर्गः अग्रे अनुवर्तते. अनेन गतसप्ताहे वयं दृष्टवन्तः एतावता यत् प्रथमपदस्य अन्ते यः प्रथमपदस्य अथवा प्रथमभागस्य अन्ते यः वर्गीयव्यञ्जनेषु प्रथमचत्वारः सदस्याः सन्ति चेत् तेषां च का गतिः. तत्र जष्ट्वसन्धिः, चर्त्वसन्धिः, अनुनासिकसन्धिः. अग्रे कः वर्णः अस्ति तदनुसृत्य प्रथमचतुर्णां सदस्यानां का गतिः इति अस्माभिः दृष्टम्. जलां जशोन्ति, खरि च, अपि च अनुनासिकसन्धिः इति युरोनुनासिके अनुनासिको वा इति त्रीणि सूत्राणि अस्माभिः अवलोकितानि आसन्. इदानीं गते सप्ताहे वर्गस्य पञ्चमसदस्यः अस्ति चेत् का गतिः अस्ति, अथवा प्रथमतया अनुस्वारः अनुस्वारः अस्ति चेत् का गतिः इति इति अस्माभिः दृष्टमासीत्. अस्तु, इदानीं किञ्चित् पुनस्मरणं कृत्वा अग्रे गच्छेम. तर्हि मोनुस्वारः इति सूत्रं वदति यत् पदान्ते अनुस्वारस्य तत्र मकारादेशः भवति झलिपरे, क्षम्यतां हलिपरे पदान्तस्य मकारस्य स्थाने अनुस्वारः. तर्हि इदानीं पञ्चमसदस्यस्य का गतिः मकारः इति चेत् तस्य च मकारस्य का गतिः. हलिपरे पदान्तस्य मकारस्य स्थाने अनुस्वारः, तत्र पुस्तके पश्येम इति षट्त्रिंशत्तमे पुटे अनुस्वारसन्धिः, तत्र संयोगः जयः, मकारस्य स्थाने अनुस्वारः, सञ्जयः इति मकारस्य स्थाने अनुस्वारादेशः भवति इति अस्ति. इदानीम् अपदान्ते इति चेत् नश्चापदान्तस्य झलि इति नेन नकारमकारयोः स्थाने अनुस्वारः भवति इति एतावता अस्माभिः दृष्टमासीत्. यथा इदानीम् अनुस्वारसन्धिः, तत्र तृतीयम् उदाहरणं रावपि भगिनी पठतु एताम्. आम्, एतां पाण्डुपुत्राणाम्, एतां मकारस्य स्थाने अनुस्वारादेशः पाण्डुपुत्राणाम्. हा, तत्र विशिष्ट उच्चारणभेदः नास्ति, केवलं लेखनार्थमिति कुर्मः. मकारस्य स्थाने अनुस्वारः. अग्रे हल् वर्णः अस्ति चेत् हल्. हा, अस्तु, समीचीनमस्ति. अनुस्वारसन्धिः तत्र सर्वं स्पष्टं जातम्. अपि च पदस्य मध्ये अस्ति चेत् न केवलं मकारस्य अपि तु नकारस्य अपि अनुस्वारः. तत्र सरला भगिनी पठतु प्रथम उदाहरणं. वासान् योगस्य नकार पदान्ते अस्ति, नश्च पदान्तस्य झलि, तस्य सूत्रे सूत्रस्य कारणे नकारस्य अनुस्वारः भवति, वासांसि भवति, स झलि प्रत्याहारे अस्ति तस्य परे. हा समीचीनमस्ति, झल् प्रत्याहारे अस्ति. अस्तु अस्तु इति वार्ता. इदानीम् अग्रे अग्रिमे पुटे तत्र त्रीणि उदाहरणानि आसन्. तत्र अखिलभगिनी प्रथमं किम्? महतीं योगः चमुं तद्वा महोदय अग्रिमे पुटे. हा महतीं योगः चमुं तत्र पदान्ते अस्ति इति कृत्वा मोनुस्वारः इति सूत्रेण तत्र विकल्पः अस्ति. तर्हि महतीं चमुम् इति मकारस्य स्थाने ञकारः आगच्छति अथवा तत्र महतीं चमुम् इति अपि तिष्ठति खलु. तर्हि तत्र विकल्पद्वयं न अत्र विकल्पद्वयमिति तु अस्ति, विकल्पद्वयमस्ति. अत्र किमस्ति, अत्र किमस्ति, मकारस्य स्थाने अनुस्वारः इति एकस्मिन् पक्षे भवति, तत् तत्तु नित्यमस्ति. सन्धि यत्र सन्धिः तत्र हा अवगतं खलु. तत्र सन्धिः भवति चेत् नाम संहिताविषयः अस्ति चेत् मकारस्य स्थाने अनुस्वारः अवश्यं भवति. अनन्तरं ततः अग्रे किमस्ति? तदनन्तरं तत्र एरौ अनुनासिके अनुनासिको वा इति सूत्रेण तत्र अनुनासिकसन्धिविकल्पेन भवति. न न वा न तद् तद्भिन्नमस्ति. यरोनासिक तद्भिन्नमस्ति. तद् न तद् अस्माकं तत्र चतुर्थ गते सप्ताहे तत्र जष्ट्वसन्धिः चर्त्वसन्धिः अनुनासिकसन्धिः प्रथम चत्वारः सदस्याः तेषां गतिः तस्मात् योगः न तस्मान् न तकारस्य स्थाने नकारः इति अनुनासिकसन्धिः. तत्र अनुनासिक तत्र नामकरणम् अस्माभिः द्रष्टव्यमस्ति. अनुनासिकसन्धिः इत्युक्ते तस्य फलम् अनुनासिकवर्णः अस्ति तकारस्य स्थाने. तकारस्य स्थाने अनुनासिक आदेशः भवति. इदानीं पञ्चमसदस्यः अस्ति तत्र, ततः अग्रे अस्ति परसवर्णसन्धिः अनुस्वारस्य ययि परसवर्णः. ओ तत्र यरौ नुनासिके नुनासिको वा अपि च अनुस्वारस्य ययि परसवर्णः अनयोः भेदः कः? हा तत्र यरौ अनुनासिके अनुनासिको वा इति सूत्रेण तत्र अनुनासिके परे तत्र यरः स्थाने अनुनासिकः भवति इत्युक्ते तत्र यर्स्थाने अनुनासिकः भवति यथा तत्र वर्गस्य प्रथम सदस् प्रथम कर्कश अपि च मृदुव्यञ्जनानि सन्ति चेत् तस्य स्थाने अनुनासिकः भवति इति अनुनासिकः. यर् प्रत्याहारे तत्र हकार विहाय सर्वे व्यञ्जनानि सन्ति. तर्हि इत्युक्ते तत्र यवरट् आरभ्य हल् पर्यन्तं सर्वे व्यञ्जनानि सन्ति. सर्वाणि व्यञ्जनानि सन्ति. व्यञ्जनानां तादृशानां व्यञ्जनानां स्थाने तत्र अनुनासिकवर्णः आदेशः भवति यदा परः अनुनासिकः अस्ति चेत्, तस्य परः अनुनासिकवर्णः अस्ति चेत् तेषां स्थाने अनुनासिक आदेशः भवति इति अनुनासिक आदेशः इत्युक्ते तद्तद् वर्गस्य पञ्चमसदस्यः. यथा अत्र विद्याभगिनी, तत्र सुहृद्योगः मित्रं, तत्र किं क्रियते? सुहृद्योगः मित्रं, सुहृद्योगः मित्रं, सुहृन् मित्रं भवति इति तु अस्ति, किन्तु किञ्चित् वदतु किं किम् अस्ति? दकारः यरः अस्ति पदान्ते, यरः स्थाने अनुनासिकः वर्णः, किमर्थम् इत्युक्ते तस्मात् परे अनुनासिकवर्णः, मकारः अनुनासिकवर्णः अस्ति, सुहृन् मित्रं भवति यरोनुनासिके वा इति सूत्रेण. तर्हि दकारस्य स्थाने नकारः जातः किमर्थं? किमर्थं न मकारः अथवा ङकारः, यकारः? किमर्थम् इत्युक्ते तवर्गस्य पञ्चम वर्णः आदेशः अस्ति, पञ्चमवर्णः अनुनासिकवर्णः नकारः अस्ति, अतः सुहृन् मित्रं. दकारः दन्त्यवर्गे अस्ति इति कृत्वा दन्त्यवर्गस्य पञ्चमः इति नकारः, तदर्थं समीचीनमस्ति. सन्ध्या भगिनी अवगच्छति वा? आम् अवगच्छामि. हा, अत्र सूत्रस्य आवश्यकता अस्ति, सूत्रं नास्ति चेत् कुत्र गच्छामः? सूत्रस्य आवश्यकता अस्ति नितरां, नो चेत् कथं जानीमः, कथं स्मरामः, किं किं कर्तव्यमस्ति? अतः न कोपि चिन्तनं कुर्यात् यत् ओहो सूत्राणाम् आवश्यकता नास्ति, नो चेत् पुस्तके पठतु किं किं कथं दीर्घवाक्यानि सन्ति, न कोपि स्मर्तुं शक्नोति. किन्तु यरोनुनासिके नुनासिको वा इत्यस्य अर्थः भवति मनसि इति चेत्, यर् अनुनासिके अनुनासिकः, अनुनासिके परे यरः स्थाने अनुनासिकादेशः भवति, सरलम् अस्ति, किमपि नास्ति. नाम प्रत्याहारः मनसि अस्ति चेत् यर् इत्युक्ते किं? तर्हि माहेश्वराणि सूत्राणि पश्यतु, तत्र यर् हकारं विहाय सर्वाणि व्यञ्जनानि. इदानीं परसवर्णसन्धिः, परसवर्णसन्धिः इति चेत् तत्र सुमित्रा भगिनी अस्ति वा? महोदय, तत्र परसवर्णसन्धिः तत्र किं लिखितमस्ति अनुस्वारस्य? अनुस्वारस्य स्थाने यै परे अस्ति चेत् परसवर्णः आदेशः भवति. तर्हि अत्र कार्यमस्ति अनुस्वारस्य स्थाने. उपरितने सूत्रे कार्यमस्ति यरः स्थाने. महान् भेदः अस्ति खलु, यरः स्थाने नाम हकारं विहाय सर्वाणि व्यञ्जनानि, तस्मात् तकारः, सुहृद् दकारः, वाग्गकारः इति तत्र हकारं विहाय सर्वाणि व्यञ्जनानि. अत्र अनुस्वारस्य कार्यमस्ति, अनुस्वारः अस्ति तत्र, अनुस्वारस्य ययि परसवर्णः, अनुस्वारस्य स्थाने परसवर्णादेशः भवति ययि परे. यै प्रत्याहारे के वर्णाः सन्ति? सुमित्रा भगिनी वदति वा? यै उपरि आसीत् यर्, इदानीं यै अस्ति. यै रविप्रकाशमहोदय वदति वा? आं महोदय, हा, यै प्रत्याहारे ष सः विहाय सर्वे व्यञ्जनानि भवन्ति, सर्वाणि व्यञ्जनानि भवन्ति. हा, बहु समीचीनमस्ति. तर्हि यै परे अनुस्वारस्य स्थाने परसवर्णादेशः भवति. तर्हि अनुस्वारः अनुनासिकवर्णः अस्ति, अतः अग्रे यः वर्णः अस्ति, यथा उदाहरणमस्ति अत्र मूञ्छति, अनुस्वारः अस्ति मु इति अनुस्वारः, अग्रे अस्ति चकारः इति अग्रिमवर्णः अस्ति, तस्य तादृशवर्णः यथा अनुस्वारः इति परवर्णः इति चकारः, तस्य सवर्णः सावर्ण्यं यत्र अस्ति अनुस्वारस्य. सावर्ण्यं नाम तत्र अनुनासिकः अस्ति, अनुस्वारः अनुनासिकवर्णः अस्ति, चकारस्य तादृश अनुनासिकवर्णः अस्ति तत्र तालव्यवर्गस्य पञ्चमसदस्यः झ य य, तर्हि अनेन अनुस्वारस्य स्थाने यकारादेशः. अस्तु, तर्हि इदानीम् अखिला भगिनी वदतु कृपया, महतीं योगः चमूं तत्र किमस्ति? आं महोदय, तत्र महतीं योगः चमूं प्रथमं तत्र अनुस्वारसन्धिः भवति, तर्हि मकारस्य स्थाने अनुस्वारः महतीं योगः चमूम् इति. तदनन्तरं तत्र सूत्रं किं, तत्र एरौ अनुनासिके अनुनासिको वा इति सूत्रेण तत्र प्रथमं न न तत्र मकारस्य स्थाने क्षम्यतां महोदय, मोनुस्वारः इति सूत्रेण, किं वदामि, क्षम्यतां, मोनुस्वारः इति सूत्रेण प्रथमं तत्र चकार, अत्र यरोनुनासिक अनुनासिको वा, तत्र चकारः अनुनासिकवर्णः अस्ति वा? न न न न न, तत्र अहं मोनुस्वारः इति चिन्तयित्वा यरोनुनासिक अनुनासिको वा इति उक्तवती, क्षम्यतां, मम दोषः. तदर्थमेव अहम् एकवारं तूष्णीमपि तिष्ठवती आसम्, किमर्थं महोदय तथा उक्तवान् इति, क्षम्यतां, मम दोषः. तत्र मोनुस्वारः इति सूत्रेण तत्र मकारस्य स्थाने अनुनासिकवर्णः आगच्छति, तर्हि तत्र महतीं योगः महतीं चमूम् इति प्रथमं रूपं. तदनन्तरं तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण मकारस्य स्थाने ञकारः आगच्छति, यः चवर्गस्य पञ्चमसदस्यः अस्ति, तर्हि महतीं चमूम् इति द्वितीयं रूपं भवति. हा, समीचीनमस्ति. अत्र यरोनुनासिके नासिको वा इति, यद्यपि तत्र मकारः अस्ति किन्तु अत्र तादृशं कार्यं नास्ति, यतोहि अग्रे चकारः अनुनासिकवर्णः नास्ति. अस्तु, समीचीनमस्ति. मौनुस्वारः अनन्तरम् अनुस्वारस्य ययि परसवर्णः. इदानीं पश्यन्तु सर्वे, महतीं चमूं, ततः अग्रे अस्माकं योगः तु, अपर्याप्तं योगः तद्. अत्र सर्वत्र तत्र साम्यं किमिति चेत्, महतीम् अस्माकम् अपर्याप्तम्, अत्र मकारः पदान्ते अस्ति इति कृत्वा, प्रथमतया मोनुस्वारः इत्यनेन अनुस्वारादेशः भवति इति एकस्मिन् पक्षे, अनन्तरं अनुस्वारस्य ययि परसवर्णः इति एकस्मिन् पक्षे भवति, एकवारम् अनुस्वारः एकवारं परसवर्णादेशः भवति. अतः अत्र द्वितीय उदाहरणे तत्र जगन्नाथमहोदय वदतु कृपया, किमस्ति अस्माकं योगः तु, अत्र प्रथमे मोनुस्वारसूत्रेण अस्माकं तु इति भविष्यति. मकारस्य स्थाने अनुस्वारः आगच्छति, विकल्पेन परस्सवर्णसन्धि अपि भवितुं शक्नोति. अनुस्वारस्य ययि परसवर्ण अनुस्वार तत्र अनुस्वारः तु शब्दस्य पञ्चमसदस्य परिमणति अस्माकं तु इति. हा, इदानीम् इतः अग्रे इतोपि वक्तव्यमस्ति. इदानीम् अर्थस्य अवगमनार्थम् एतावता अनुस्वारस्य यै परसवर्णः इति मया उक्तं, किन्तु पदान्ते पदान्ते इति अस्ति चेत् तत्र तत्सूत्रम् अनुस्वारस्य यै परसवर्णः इति नित्यं नित्यं कार्यं करोति नित्यम्. अतः अत्र एकवारं एकवारम् अस्माकं तत्र अनुस्वारः, अनन्तरं तु एकवारं मकारस्थाने नकारः, अस्माकं तु इति न स्यात्. ततः अग्रे अन्यत् सूत्रमस्ति, अन्यत् सूत्रमस्ति तत्र किं राधिका भगिनी अग्रे पठति वा पदान्तस्य? आं महोदय, वा पदान्तस्य सूत्रमस्ति, पदान्तस्य अनुस्वारस्य ययि परे परसवर्णादेशो न वा भवति, अनुस्वारस्य विकल्पेन भवति. हा, अत्र वा इति विकल्पेन, तर्हि अनुस्वारस्य ययि परसवर्णः इति नित्यं करोति, किन्तु पदान्ते अस्ति चेत् वा पदान्तस्य इति सूत्रेण विकल्पेन भवति. अधोभागे तत्र उदाहरणं पश्यतु राधिका भगिनी. सूत्रस्य अधोभागे अधोभागे अस्तु न तत्र स्क्रीन् रिफ्रेश् कुर्वन्तु, स्क्रीन् रिफ्रेश् न कृतं चेत् स्क्रीन् रिफ्रेश् अवश्यं कुर्वन्तु. वापदान्तस्य इति अधोभागे तत्र उदाहरणद्वयमस्ति. न पश्यति वा बालसुब्रह्मण्यं वा तत्र पश्यति वा उदाहरणं? वापदान्तस्य उदाहरणं गृहं अस्ति महोदय, अहं पश्यामि इदानीम्. हा अस्तु, बालसुब्रह्मण्यं एकवारं वदतु. गृहं योगच्छ गृहं च अथवा गृहं च विकल्पेन. अत्र किं किं जातं? प्रथमतः गृहं च मकारस्थाने अनुस्वारः भवति गृहं च. केन सूत्रेण? मोनुस्वारः इति सूत्रेण. अनन्तरं तदनन्तरं अनुस्वारः योग च अनुस्वारस्य ययि परस्वरवर्णः इति सूत्रेण अनुस्वारस्य स्थाने पञ्चम पवर्गस्य पञ्चम वर्णः ञ. इति सत्यम्, इति सत्यम्. अनुस्वारस्य ययि परस्वरवर्णः इति सूत्रस्य वदामः यत् अत्र प्रसक्तिः अस्ति, किन्तु अत्र कार्यं न करोति यतोहि तत् नित्यमस्ति, नित्यमस्ति. सूत्रं किं? वा पदान्तस्य इति सूत्रेण. सत्यम्, इति सूत्रेण विकल्पेन पदान्तस्य अनुस्वारस्य ययि परे परसवर्णादेशः. तर्हि चकारः यै प्रत्याहारे अस्ति. यै प्रत्याहारे के के वर्णाः सन्ति? एतानि वर्णानि विहाय हकार अपि विहाय सर्वे अपि सर्वाणि वर्णानि व्यञ्जनानि. हा, सर्वाणि व्यञ्जनानि इति अस्ति. अस्तु, समीचीनमस्ति. तर्हि वा पदान्तस्य इत्यनेन विकल्पेन भवति पदान्ते. अपदान्ते नाम अनुस्वारस्य यै परसवर्णः नित्यं कार्यं करोति. कुत्र? अपदान्ते. राधिका भगिनी, तत्र उपरि उदाहरणमस्ति. मुं योगः चति मुञ्चति इति भवति अत्र मुम् अनुस्वारस्य ययि परसवर्णसूत्रेण मुञ्चति इति भवति. ज्ञा अस्ति चवर्गस्य पञ्चमवर्गज्ञा इति कारणेन मुञ्चति इति रूपं भवति अन्तिमरूपम्. हा, बहु समीचीनमस्ति. इदानीं पूर्वतने पुटे पुस्तके षट्त्रिंशत् इति पुटे षट्त्रिंशत्तमे पुटे आक्रम्योगः स्यते. आक्रम्योगः स्यते इति उदाहरणमस्ति तत्र. अस्माकं तत्र पुष्पाभगिनी पठतु कृपया. आक्रम्यते अत्र आक्रम्योगः स्यते आक्रम्स्यते मकारः पदान्ते अस्ति अत्र पदान्ते नास्ति किन्तु पदान्ते नास्ति अपदान्ते अस्ति अपदान्ते अस्ति स्यते पदा नास्ति. तर्हि किं भवति अत्र विसर्गः भवति आयाति विसर्गः आदेशः न अनुस्वारः अनुस्वारः आदेशः केन सूत्रेण मौनुस्वारः मौनुस्वारः वदति किं पदान्ते नष्टापदान्तस्य जलि नष्टपदान्तस्य जलि इति सूत्रेण मकारः मकारः अनुस्वारः भवति. अनन्तरम् अत्र अनुस्वारस्य यै परसवर्णः अत्र नायाति महोदय सकारः अस्ति एतत्तु तत्तु कवर्ग चवर्ग एतानि न सन्ति तथैव यै यै प्रत्याहारे षकारः सकारः हकारः इति चत्वारः वर्णाः न सन्ति नान्तर्भूताः तदर्थं केवलम् अनुस्वारः तिष्ठति. आक्रंस्यते इति अस्ति. एवमेव अत्र उपरि आसीत् वासांसि इत्यस्मिन् तत्र अनुस्वारः तिष्ठति तत्र विकल्पेन यथा अग्रे पश्येम अग्रिमे पुटे महतीं चमूं मकारः पदान्ते अस्ति अतः मौनुस्वारः इत्यनेन मकारस्य तेन अनुस्वारः अनन्तरम् अनुस्वारस्य यै परसवर्ण अनन्तरं पदान्तस्य न वा पदान्तस्य इति सूत्रेण विकल्पेन परसवर्णादेशः भवति मकारस्य तनीय महतीं चमुम् अतः मतीं चनु चमुं मकारस्य यकारः मतीं चमुम् इति भवति. तर्हि अस्माकं मनसि किं किं भवेत् अतः तत्र अयं मकारः पदान्ते अस्ति न वा पदान्ते अस्ति चेत् मौनुस्वारः अनन्तरं वा पदान्तस्य अपि च एवम् एवमपि भवति यत् यथा चिन्तनं सङ्गच्छते अत्र किं भवति चिन्तनं सङ्गच्छते सन्ध्याभगिनी भवति वा चिन्तनं सङ्गच्छते हा तत्र कः सन्धिः पदान्ते सकारः पदान्ते चिन्तनं मकारः अस्ति, पदान्ते मकारः अस्ति वा? चिन्तनं चिन्तनमिति पदमस्ति. न वा सन्ध्या भगिनी? आम् न, अहं करपत्रे अन्वेषयामि. तर्हि यत्र मकारः पदान्ते अस्ति तत्र किं सूत्रं कार्यं करोति? तर्हि मौनस्वारः. हा हा, सम्यक् सम्यक्. मौनस्वारः तिनेन किं भवति? यतोहि अग्रे अग्रे सङ्गच्छते, सकारः हल् प्रत्याहारे अस्ति, हल् वर्णः अस्ति व्यञ्जनं सकारः. अपि च मकारः पदान्ते अस्ति, तर्हि मकारस्य स्थाने किं भवति? हा, चिन्तनं सङ्गच्छति, तत्र मकारस्य स्थाने अनुस्वारः. इदानीं ततः अग्रे वा पदान्तस्य इत्यनेन विकल्पेन परसवर्णादेशः भवति वा? ततः अग्रे नाम यथा अस्माकं पुस्तके, तत्र पुस्तके महतीं चमूम् अस्माकं तु अपर्याप्तं तत् इति सर्वत्र मौनस्वारः पदान्ते अस्ति मकारः इति कृत्वा मौनस्वारः मकारस्य स्थाने अनुस्वारः. अनन्तरं वा पदान्तस्य इत्यनेन विकल्पेन परसवर्णादेशः भवति. त्रिषु उदाहरणेषु महतीं च पुस्तके महतीं चमूम् अस्माकं तु अपर्याप्तं तद् तत्र उपरि मकारस्य स्थाने यकारः, न अनुस्वारस्य स्थाने यकारः. अनन्तरं द्वितीय उदाहरणे मकारस्य स्थाने अनुस्वारः, अनन्तरम् अनुस्वारस्य स्थाने नकारः वा पदान्तस्य स्थाने विकल्पेन अस्माकं तु अपर्याप्तं तद्. सन्ध्याभगिनी वदतु अत्र अपर्याप्तं तद् किं भवति? किं भवति मकारस्थाने न प्रथमतया किं सूत्रं भवती उक्तवती? मकारः पदान्ते अस्ति, सहदेव महोदय साहाय्यं करोतु. महोदय अस्ति? आं महोदय. भगिनी उक्तवती मकारः पदान्ते अनुस्वारः आदेशः. हा हा हा, तर्हि मकारस्य स्थाने अनुस्वारः अपर्याप्तं तद्. ततः अग्रे अन्यत् किमपि कार्यं भवति वा विकल्पेन? नकारः आदेशः. हा हा, बहु हा, केन सूत्रेण? केन सूत्रेण? न स्मृतवान्. हा, करपत्रं पुरतः अस्ति वा? आम् आम् आम्. हा, अत्र रामप्रियभगिनी साहाय्यं करोतु. आम्, वा पदान्तस्य इति सूत्रेण पदान्ते अस्ति अपर्याप्तम् इति अकारः नकारः आदेशः भवति. तवर्गीयस्य पञ्चमवर्णः दन्त्यवर्णः. हा, तत्र कस्य स्थाने भवति? तकारस्य क्षम्यतां, मकारस्य स्थाने नकारः आदेशः भवति. तवर्गीयस्य तथा नास्ति, तथा नितरां नास्ति. ओ अनुस्वारस्य स्थाने तर्हि किम् अस्ति चिन्तनं पुनः वदतु. अपर्याप्तं योगः तद् प्रथमं तु अनुस्वारादेशः भवति मोनुस्वारः इति सूत्रेण, अनन्तरं वा पदान्तस्य इति सूत्रेण अनुस्वारस्य स्थाने नकारः आदेशः भवति तवर्गीयस्य पञ्चमवर् सदस्यः नकारः. हा बहु समीचीनमस्ति. तर्हि मकारः आहत्य किमस्ति, किम् आगतमस्ति? मकारः पदान्ते अस्ति चेत्, ततः अग्रे हल् वर्णः अस्ति चेत् मकारस्य स्थाने अनुस्वारादेशः भवति मोनुस्वारः तेन सूत्रेण. त्रिषु उदाहरणेषु तथा महतीं चमूम् अस्माकं तु अपर्याप्तं तद्, अनन्तरं ततः अग्रे यतोहि अयम् अनुस्वारः पदान्ते अस्ति अतः परसवर्ण सन्धिः किं भवति केन सूत्रेण? वा पदान्तस्य, यतोहि पदान्ते अस्ति अयम् अनुस्वारः अतः वा पदान्तस्य तेन पदान्तस्य अनुस्वारस्य ययि परे परसवर्णादेशः भवति विकल्पेन. त्रिषु अपि उदाहरणेषु अस्तु. इदानीम् अस्माकम् उदाहरणं ततः अग्रे आसीत् चिन्तनं सङ्गच्छते. रविप्रकाशमहोदय वदतु किमस्ति तत्र? तत्र विकल्पः न भवति. क्रमेण वदतु किं किम् अस्ति. पुनः वदतु महोदय. चिन्तनं सङ्गच्छते. चिन्तनं मकारान्तशब्दः अस्ति, मकारस्य स्थाने अनुस्वारः आगच्छति. चिन्तनं सङ्गच्छति केन सूत्रेण? मोनुस्वारः सूत्रेण. तदनन्तरं विकल्पः न भवति. सकारः यै प्रत्याहारे नास्ति. हा बहु समीचीनमस्ति. तर्हि अस्माकं पदान्ते चिं मकारः अस्ति चेत् मोनुस्वारः अनन्तरं वा पदान्तस्य तदानीं कार्यं करोति यदा यै प्रत्याहारे कश्चन वर्णः अनन्तरम् आगच्छति. अत्र सकारः सन्ध्याभगिनी पश्यतु, त्रिषु पुस्तके त्रिषु उदाहरणेषु मकारः अनन्तरं चकारः, मकारानन्तरं तकारः, मकारानन्तरं तकारः पुनः. तर्हि प्रथमतया मकारस्य स्थाने अनुस्वारः इति तु भवति एव, किन्तु अत्र च त इति द्वौ वर्णौ यै प्रत्याहारे स्तः, तदर्थं परसवर्णसन्धिः भवति वापदान्तस्य सूत्रेण. किन्तु चिन्तनं सङ्गच्छति इत्यस्मिन् सकारः अग्रे अस्ति, सकारः यः प्रत्याहारे नास्ति अतः अनुस्वारः एव तिष्ठति, विकल्पेन अन्यत् रूपं नास्ति. सन्ध्याभगिनी अवगच्छति वा? अवगच्छामि. तर्हि पदान्ते अस्माकं चिन्तनं तादृशमस्ति. अपदान्ते अस्ति चेत् तत्र वासान्योगः सि इति स्थितौ तत्र जगन्नाथमहोदय वदतु. वासान् योगः सि अत्र नकारस्य स्थाने अनुस्वारः भवति केन सूत्रेण? नश्चापदान्तस्य झलि इति सूत्रेण. अनन्तरं तदेव भवति, अन्य कोऽपि भवितुं न शक्नोति. सकार ययि यै प्रत्यये न आगच्छति इति कारणात् प्रत्याहारे नास्ति, यै प्रत्याहारे नास्ति. सूत्रमस्ति अनुस्वारस्य ययि परसवर्णः. तर्हि पदान्ते अनुस्वारः अस्ति चेत् वा पदान्तस्य इत्यनेन विकल्पेन यै प्रत्याहारे अस्ति चेत्, अपदान्ते अनुस्वारस्य यै परसवर्णः इति कार्यं करोति अग्रिमवर्णः यै प्रत्याहारे अस्ति चेत्, नास्ति चेत् किमपि नास्ति. अस्तु, तदाधारेण अग्रे यशान् योगः अग्रिमे पुटे यशान् योगः सि इति स्थितिः, यशान् योगः सि. अखिलभगिनी वदतु कृपया. हां, यशान् योगः सि, अत्र पदान्ते नकारः अस्ति, नकारस्य अनन्तरं सकारः, पदान्ते नास्ति. तत्र यशान् नश्चापदान्तस्य जलि इत्यनेन यशांसि इति रूपं भवति नकारस्य स्थाने अनुस्वारः. तस्य अनन्तरं किमपि कार्यं नास्ति, यतोहि सकारः यै प्रत्याहारे नास्ति इति कृत्वा यशांसि इति एव तिष्ठति. हा, तत्र अनुस्वारस्य यै परस्वर्णः इत्यनेन भवति स्म, किन्तु सकारः यै प्रत्याहारे नास्ति. समीचीनमस्ति. अस्तु, द्वितीयम् उदाहरणं सरला भगिनी. अस्तु भगवान्, सन् योगसते अत्र नकारापदान्ते अस्ति, नश्चापदान्तस्य झलि अस्य सूत्रेण तस्य अनुस्वारः भवति, कारणकि सा तस्य झलि प्रत्याहारे अस्ति, परे अस्ति. अत्र केवलं सन् सते सते भवति, विकल्पेन अत्र परस्वरसन्धिना भवति, कारणक सकार यै प्रत्याहारे नास्ति. यै प्रत्याहारे नास्ति, समीचीनमस्ति. अस्तु, एतदभ्यन्तरे विलम्बेन अन्य कोऽपि आगतवान् वा अथवा कापि आगतवती? तत्र ध्वनिः श्रुतः मया. अन्य कोऽपि अस्ति यस्य नाम मम पार्श्वे नास्ति? आं महोदय, अहं पद्मा अस्मि. अस्तु पद्मा भगिनि, अग्रे अन्तिम उदाहरणं वक्तुम् इच्छति वा? रं योगः स्यते, प्रयत्नं करोमि. रं योगः स्यते, रंच्यते, अत्र नश्चापदान्तस्य झलि सूत्रम् आगच्छति, नकारस्य स्थाने अनुस्वार आदेशः भवति. ततः अग्रे अग्रे परसवर्णसन्धि पठामि वा? न न ततः अग्रे अन्यत् कार्यमस्ति वा अनुस्वारस्य स्थाने? नास्ति नास्ति. अत्र सकारः ययि नास्ति. केन सूत्रेण? वा पदान्तस्य सूत्रेण, वा पदान्तस्य सूत्रम् अत्र न कार्यं करोति. अत्र अत्र रम् इति मकारः पदान्ते अस्ति वा? न, अपदान्ते अपदान्ते अस्ति, अतः वा पदान्तस्य इति सूत्रेण भवति स्म वा पदान्तस्य तदानीं कार्यं करोति पदान्ते, पदान्ते, अत्र अपदान्ते अस्ति. बालसुब्रह्मण्यं महोदय, तत्र केन सूत्रेण अत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण पुनः कार्यं न करोति, रङ्स्यते एव, सकारः ययि नास्ति, तस्मात् तस्य सूत्रस्य प्रसक्तिः नास्ति. हा, इति कृत्वा रङ्स्यते. हा, बहु समीचीनमस्ति. इति एतावता अस्माभिः दृष्टं पदान्ते अपदान्ते च, एतत् सर्वं वयं परिशीलितवन्तः, खलु? समीचीनं वा? स्पष्टं करणार्थम् अहं पृच्छामि, अनुस्वारस्य यै परसवर्णं पदान्ते अपि अपदान्ते कार्यं करोति? का वदति सरला भगिनी इति वा? आम् आम्, अत्र अनुस्वारस्य यै परसवर्णः इति सूत्रे न उक्तं यत् केवलम् अपदान्ते भवति, किन्तु पदान्ते वा पदान्तस्य इति सूत्रेण आगत्य कार्यं करोति, वदति यत् अत्र मम अवसरः अस्ति. अत्र पदान्ते अनुस्वारस्य यै परसवर्णः इति पदान्ते यदि कार्यं कुर्यात् वा पदान्तस्य इति सूत्रं निरवकाशं भवेत् इति कारणतः नाम फलितार्थः अस्ति यत् यद्यपि न उक्तं न लिखितमस्ति यत् अपदान्ते एव, किन्तु फलितार्थः अस्ति यत् अनुस्वारस्य यै परसवर्णः इति सूत्रं कार्यं करोति अपदान्ते. पदान्ते तु वा पदान्तस्य इति सूत्रेण भवति. समीचीनम्. अस्तु, इतः अग्रे सरेम. तर्हि इदानीं बालसुब्रह्मण्य महोदय अग्रे पठतु कृपया परसवर्णसन्धिः. पुस्तके वा महोदय? आम् आम्. परसवर्णसन्धिः एतानि उदाहरणानि परिशीलयत. अं योगकितः. अस्तु, एतत् सर्वं मा पठतु. एतत् एतत् तत्र अन्तिमफलं किम्? अन्तिमफलम् एतेषु उदाहरणेषु अं योगकितः अङ्कितः. अत्र किं जातम्? अनुस्वारस्य स्थाने परसवर्णः केन सूत्रेण? पञ्चमवर्णः ङकः अङ्कितः. तत्र केन सूत्रेण अस्ति? अनुस्वारस्य ययि परसवर्णः. अम् इति पदान्ते नास्ति, अनुस्वारस्य ययि परसवर्णः इति. हा, अत्र अत्र ककारः यै प्रत्याहारे अस्ति खलु. तत्र एतावता बहुषु उदाहरणेषु अस्माभिः दृष्टं तत्र सर्वत्र सकारः आसीत् अग्रे. सकारः यै प्रत्याहारे नास्ति. वासान् योगहस्य वासांसि, आक्रं योगहस्यते आक्रंस्यते, तत्र यशांसि यशांसि, स्रन् स्यते स्रंस्यते, रं स्यते रंस्यते. ततः अग्रे सकारः अस्ति इति कृत्वा अग्रे परसवर्णसन्धिः न भवति स्म. किन्तु अं योगः कितः, तत्र अनुस्वारः अ इत्यस्य स्थाने ङकारः आदेशः भवति यतोहि ककारः यै प्रत्याहारे अस्ति. अस्तु, समीचीनमस्ति. अग्रे विद्याभगिनी अग्रे. भुं योगः जते भुञ्जते. अत्र भुम् इति भुम् इति अपदान्ते अस्ति. तस्य अनन्तरं जकारः ययि प्रत्याहारे अस्ति. अतः च वर्गस्य अपरसवर्णादेशः भवति. च वर्गस्य पञ्चमवर्णः यकारः भुञ्जते भुञ्जते इति भवति. अनुस्वारस्य ययि परसवर्णः इति सूत्रं. सम्पूर्णं बहु समीचीनमस्ति. अत्र वा पदान्तस्य इति कार्यं करोति वा? अत्र वा पदान्तस्य इति कार्यं न करोति. किमर्थम् इत्युक्ते भूम् इति पदं नास्ति इति अहं चिन्तयामि. इति अस्ति वार्ता. अस्तु, समीचीनमस्ति. अग्रे अग्रे सुमित्रा भगिनी अग्रे. आं महोदय, मुं योगः शति मुञ्चति इति मुम् इति अपदान्त अनुस्वारः अस्ति. च इति ययि सः अनुस्वारस्य स्थाने परसवर्णः तद्वर्गीयस्य पञ्चमवर्णः नकारः अस्ति मुञ्चति इति अनुस्वारस्य ययि इति अनेन. इति अस्ति अनुस्वारस्य ययि परस्वर्ण इति सूत्रेण. अस्तु, सुन्दरमस्ति. अग्रे रविप्रकाश महोदय. आम् महोदय, लुङ् योगः ठति लुङ् ठति. अनुस्वारस्य ययि परसवर्णः इत्यस्य अनुस्वारस्य स्थाने तकारस्य पञ्चमवर्गः आदेशः लुण्ठति इति भवति. वापदान्तस्य वापदान्तस्य न लुम् अपदम् अस्ति. पदं नास्ति इति कृत्वा अनुस्वारः पदान्ते नास्ति. आम्, बहु समीचीनमस्ति. सन्ध्या भगिनी अग्रे. अविकं योगः येन तर्हि लयि परे मध्ये अस्ति. तर्हि तत् तिष्ठति पदान्ते अपि अस्ति. अत्र अत्र पदं नास्ति, अविकम् इति पदं नास्ति. ओ ओ तर्हि मध्ये अस्ति क्षम्यताम्. तर्हि किं भवति? अनुस्वारस्य यै परे वर्ण अविक योगः म योगः फ योगः एन अविकम्पेन. हा तत्र किं सूत्रम्? अनुस्वारस्य यै परसवर्णः. हा बहु समीचीनमस्ति भगिनि. अपदान्ते अनुस्वारः अस्ति इति कृत्वा, अपि च प्रकारः यै प्रत्याहारे अस्ति इति कृत्वा अनुस्वारस्य परसवर्णादेशः. इत्युक्ते पकारस्य अनुनासिक पकारस्य तत्र स्थान पवर्गे अनुनासिक आदेशः भवति. मकारः अनुनासिकः अस्ति इति कृत्वा. अस्तु, भवती एव पठतु अग्रे. एतेषु उदाहरणेषु अपदान्ताम् अनुस्वारात् परः व्यञ्जनम् अस्ति. तस्मिन् परे अनुस्वारस्य स्थाने तद्वर्गस्य पञ्चमः वर्णः आदेशः सम्पन्नः. तर्हि अत्र अपदान्तात् एतेषु उदाहरणेषु अपदान्तात् अनुस्वारात् परतः वर्गीयव्यञ्जनम् अस्ति. पञ्चसु अपि उदाहरणेषु तथा अस्ति. इति कृत्वा अनुस्वारस्य ययि परसवर्णः इति सूत्रेण नित्यं परसवर्णादेशः भवति स्म, सर्वत्र भवति. इदानीम् अग्रे अखिलभगिनी अग्रे. एतानि उदाहरणानि परिशीलयत. शुभं योगः करोति, अत्र रूपद्वयं निष्पन्नं भवति, शुभं करोति अथवा शुभं करोति, शुभं करोति इति. तत्र प्रथमं तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण यः अनुस्वारः अस्ति अन्तिमवर्णः, तस्य अनन्तरं ककारः अस्ति इति कृत्वा ककारस्य तत्र कवर्गीयस्य पञ्चमसदस्यः ञकारः तत्र अनुस्वारस्य स्थाने आगच्छति. किन्तु शुभं, शुभम् इति पदमस्ति न वा? शुभम् इति पदमस्ति. तर्हि हा हा शुभम् इति पदमस्ति इति कृत्वा अत्र वा पदान्तस्य इति सूत्रेण तत्र अनुस्वारस्य स्थाने कवर्गीयस्य पञ्चमसदस्यः यकारः आगच्छति. परन्तु वा पदान्तस्य इति सूत्रेण तत्र वा इति अस्ति इति कृत्वा स तु विकल्पः अस्ति. तर्हि पक्षे एक विकल्पः अस्ति इति कृत्वा पक्षे शुभं करोति इति एकं रूपं, यस्मिन् पक्षे तत्र एतत् कार्यं न भवति तस्मिन् पक्षे शुभं करोति इत्येव तत्र अनुस्वारः तिष्ठति इति कृत्वा तत्र रूपद्वयं निष्पन्नं भवति, शुभं करोति अपि च शुभं करोति इति. हा समीचीनमस्ति. तर्हि प्रथमेषु पञ्चसु उदाहरणेषु अपदान्ते सर्वत्र अनुस्वारः आसीत्. भू मू लू अविक इति पञ्चसु अपि उदाहरणे सन्ति. इदानीं शुभं वस्तुतः मकारः आसीत्, मकारः आसीत् शुभं योगः करोति. मोनुस्वारः इति सूत्रेण मकारस्य स्थाने अनुस्वारः, अनन्तरं वापदान्तस्य इति सूत्रेण विकल्पेन परस्वर्णादेशः भवति इति. इदानीं पदान्ते प्रमपि अभगणि द्वितीयम् उदाहरणम्. आं महोदय, महतीं योगः चमूं, महतीं चमूम् इति रूपम्. अत्र अनुस्वारस्य स्थाने परसवर्णः च स्थाने प्रथमतया मकारः अस्ति इति चिन्तयतु. सर्वत्र अत्र महतीं चमूम् इति मकारः अस्ति, मकारस्य स्थाने मोनुस्वारः इति सूत्रेण अनुस्वार आदेशः भवति प्रथमम्. अत्र नश्चापदान्तस्य जल इति सूत्रेण न भवति वा? नश्चापदान्तस्य इत्युक्ते अपदान्ते भवति, अत्र तु पदान्ते एव अस्ति, अतः तत् सूत्रं न कार्यं करोति. मोनुस्वारः इति सूत्रेण भवति. समीचीनमस्ति. विकल्पेन वा पदान्तस्य इति सूत्रेण परसवर्ण आदेशः भवति, चकारस्य पञ्चमवर्णः इन् इन् महतीञ्चम् इति भवति. हा इति अस्ति, बहु समीचीनमस्ति. अस्तु अग्रे अग्रे तर्हि अग्रे अग्रे राधिका भगिनी अग्रे. आम्, ऋषिकेशं तदा ऋषिकेशम् इति मकारः मकारः अस्ति पर प्रथमं. मोनुस्वारः इति सूत्रेण अनुस्वारः भवति मकारस्य स्थाने. जलि इति सूत्रेण न भवति वा? नष्टापदान्तस्य जलि न भवति महोदय. किम् इत्युक्ते नष्टापदान्तस्य जलि इति अपदान्ते एव कार्यं करोति. ऋषिकेशम् इदानीं पदान्ते अस्ति मकारः, अतः मकारस्य तत्र केन सूत्रेण भवति अनुस्वारः? मोनुस्वारः. सम्यक् सम्यक्. अग्रे अनन्तरं परसवर्ण अनुस्वारस्य ययि परसवर्ण इति सूत्रेण अनुस्वारस्य स्थाने थ इति वर्गस्य पञ्चम वर्णः अस्ति नकारः अथवा अतः अनुस्वारस्य स्थाने विकल्पेन नकारः भवति. रूपद्वयम् अस्ति, ऋषिकेशं तथा ऋषिकेशं तदा इति. हा बहु समीचीनमस्ति, तथैव अस्ति. अस्तु अग्रे बालसुब्रह्मण्यम् अग्रे. ज्वलनं योग पतङ्गाः, ज्वलनम् इति मकारान्त पदं, तस्मात् मकारस्थाने अनुस्वारः ज्वलनम् इति. तदनन्तरं नश्चापदान्तस्य जलि इति सूत्रस्य प्रसक्तिः नास्ति. मोनुस्वारस्य वा पदान्ते इति सूत्रस्य प्रसक्तिः अस्ति, तस्मात् ज्वलनं प्रथमतया मकारः अस्ति इति चिन्तयतु. ज्वलनं मकारः, पतङ्गाः मकारः अस्ति, अनन्तरं किं भवति? प्रथमः अनुस्वारः आयाति, तदनन्तरं केन सूत्रेण? मोनुस्वारः इति सूत्रेण. तदनन्तरं ज्वलन्तं पतङ्गाः च पदन्तस्य जलि सूत्रस्य शक्तिः नास्ति, अपदान्तः नास्ति इति कारणतः ज्वलनं पतङ्गाः वा पदान्तस्य इति सूत्रेण विकल्पेन ज्वलनं वर्गस्य पञ्चमवर्णः मकारः ज्वलनं पताङ्गः इति अथवा परिवर्तनं विना ज्वलनं पतङ्गः इति. अस्तु समीचीनमस्ति. हा अस्तु, सारांशत्वेन लिखितमस्ति, अग्रिमे पुटे पठतु कृपया एतेषु. एतेषु उदाहरणेषु पदान्तात् अनुस्वारात् परतः वर्गीयव्यञ्जनम् अस्ति. तस्मिन् परे अनुस्वारस्य स्थाने तद्वर्गस्य पञ्चमः वर्णः आदेशः विकल्पेन सम्पन्नः. अस्तु, समीचीनमस्ति. इदानीम् एतावता उदाहरणेषु अग्रिमवर्णः प्रथम तत्र पूर्वतने पूते पश्यन्तु, शुभं करोति, महतीं चमूं, ऋषिकेशं तदा, ज्वलनं पतङ्गाः इति चतुर्षु अपि उदाहरणेषु ककारः, चकारः, तकारः, पकारः इति वर्गीयव्यञ्जनानि सन्ति. ककारः कवर्गे, चकारः चवर्गे, तकारः तवर्गे, पकारः पवर्गे इति अस्ति. इदानीम् अग्रे, यतोहि ययि यै प्रत्याहारे के वर्णाः सन्ति इति मनसि निधाय, अग्रे यै यै यै प्रत्याहारे न केवलं वर्गीयव्यञ्जनानि अपि तु यकारः, वकारः, रेफः, लकारः इति एते वर्णाः अपि सन्ति. तेषु यकारः, वकारः, लकारः अस्ति चेत् सन्धिः भवति, रेफः अस्ति चेत् न भवति. किन्तु अत्र कीदृशी स्थितिः अस्ति नाम परसवर्णः कः भवति इति प्रश्नः. यतोहि ककारः अस्ति चेत् परसवर्णादेशः भवति ङ, तत् पञ्चम. पकारस्य मकारः, तत्र तकारस्य तद् नकारः, न चकारस्य यकारः, तकारस्य नकारः इत्यादिकमस्ति. किन्तु अत्र वर्गीयं व्यञ्जनं नास्ति चेत् किं भवति इति स्थितौ अत्र रविप्रकाशमहोदय तत्र पठतु कृपया. अत्र अग्रे यकारः, वकारः, लकारः अस्ति चेत् अधोभागे किं लिखितमस्ति एतेषु उदाहरणेषु? आं महोदय, कुत्र महोदय एतेषु उदाहरणेषु पदान्तात् अनुस्वारात्? हा हा, नाम तत्र त्रयाणाम् उदाहरणम् अनन्तरं यत् लिखितमस्ति. एतेषु उदाहरणेषु पदान्तात् अनुस्वारात् परतः य, व, ल इत्येते वर्णाः सन्ति. तत्र अनुस्वारस्य स्थाने य, व, ल इत्यादेशः विकल्पेन सम्पन्नः. तत्र अनुनासिक, तत्र यकारात् पूर्वं यः स्वरः अस्ति सः अनुनासिकः भवति. इत्युक्ते चन्द्रबिन्दुः तत्र उपरि उपविशति, वकारः अपि तथा, लकारः अपि तथा, नाम आगच्छति. अनुस्वारस्य स्थाने अनुस्वारात् पूर्वं यः स्वरः अस्ति तस्य उपरि अनुनासिकचिह्नम् उपविशति, चन्द्रबिन्दुः इति. अपि च तद् वर्णः पुनः आगच्छति. यकारः अग्रे अस्ति चेत् यकारः पुनः आगच्छति, वकारः अग्रे अस्ति चेत् वकारः, लकारः अस्ति चेत् लकारः आगच्छति इति. प्रथमम् उदाहरणं पठतु. संयोगः यमः, सं संयोगः यमः, संयमः अथवा संयमः. अत्र किम् अभवत्? अनुस्वारस्य परे यकारः अस्ति, द्वितीययकारः आदेशः, अपि च संयमः. सकारस्य स्थाने यकारादेशः, संयमः. सकारस्य स्थाने किमपि न जातम्. संयमः, संयमः किं जातम्? अनुस्वारस्य स्थाने किमपि आगतमस्ति? अनुस्वारस्य स्थाने यकारः आदेशः, अपि च चन्द्रबिन्दु आदेशः. हा, द्वयमपि. अनुस्वारस्य स्थाने चन्द्रबिन्दुः, अस्तु, वस्तुतः अनुस्वारः पृथक्तया कश्चन स्वतन्त्रया वर्णः अस्ति. अनुस्वारः कश्चन वर्णः अस्ति, चन्द्रबिन्दुः किन्तु नास्ति वर्णः. चन्द्रबिन्दुः केवलं चिह्नमस्ति. तस्य संस्कृतभाषायाम् अनुनासिकचिह्नम् इति वदामः. अनुनासिकचिह्नं केवलं स्वरस्य उपरि उपविशति, स्वरस्य, अत्र सकारस्य उपरि उपविष्टं चिह्नं नास्ति। सकारोत्तरः यः अकारः अस्ति तस्य उपरि चन्द्रबिन्दुः अस्ति। अकारः इदानीम् अनुनासिकः जातः। अकारः द्विविधः इति चिन्तयतु। अ इकारः द्विविधः इ उकारः उ इति एतादृशमस्ति। अत्र सकारस्य उपरि नास्ति, अकारस्य उपरि अस्ति। अकारस्य इदानीम् अकारः सकारस्य अनन्तरं यः अकारः स च अकारः अनुनासिकः जातः अस्ति। अपि च यकारः अपि आगतः। अनुस्वारस्य स्थाने अकारः अनुनासिकः जातः, अपि च यकारः आगतः। इति कृत्वा एतावता परसवर्णादेशः तद्वर्गस्य पञ्चमसदस्यः भवति स्म, किन्तु अत्र यकारः कस्मिन्नपि वर्गे नास्ति। इति कृत्वा यकार तत्र अनुस्वारस्य स्थाने वर्गीयपञ्चम न भवितुमर्हति, अपि तु तस्मात् पूर्वं यः स्वरः अकारः सः अनुनासिकः भवति, अपि च यकारः आगमः भवति, आदेशः भवति स्वरस्य स्थाने। इति कृत्वा संयमः अथवा संयमः, वस्तुतः अत्र उच्चारणभेदः कः इति चेत् तत्र सकारोत्तर अकारः स्वयम् अनुनासिकः भवति। संयमः संयमः इति यकारः द्विवारम् अस्ति, संयमः इति भवति। द्वितीयपदे सकारोत्तरः यः अकारः सः इदानीमपि अनुनासिकः नास्ति, अकारः अनुनासिकः नास्ति, तदनन्तरं कश्चन वर्णः अनुस्वारनाम्ना भवति। अतः संयमः। तर्हि प्रथमं पदमस्ति संयमः, द्वितीयं पदमस्ति संयमः इति भेदः। पुनरेकवारं वदतु महोदय, कस्य केवल अनुस्वारस्य अनुस्वारस्य स्थाने तस्मात् पूर्वं यः स्वरः सः अनुनासिकः भवति, अपि च अनुस्वारस्य स्थाने यकारादेशः। आम्, कार्यद्वयमस्ति अनुस्वारस्य स्थाने। अस्तु, तस्य उच्चारणम् उच्चारणमिति वा, अत्र उच्चारणमस्ति तत्र सकारोत्तरः यः अकारः साक्षात् अनुनासिकः भवति, सा, किन्तु द्वितीये पदे स अस्ति, स इति नास्ति, स अस्ति, अनन्तरम् अनुस्वारः सौ, अपि च यकारः एकैव वारम् अस्ति, प्रथमे पदे यकारद्वयमस्ति। तर्हि प्रथमम् आहत्य प्रथमं पदमस्ति संयमः, द्वितीयं पदमस्ति संयमः इति मन्दं मन्दं वदामः चेत्। बुद्धम्? न, स्पष्टं नास्ति वा? यादृशं भवान् वदति लघुभेदमेव अस्ति, सूक्ष्मभेदः अस्ति, किन्तु भेदस्तु अस्ति। रामप्रियभगिनी द्वितीयं करोतु। आं, सं योगः वादं सौ विकल्पेन संयोगः वादं संवादम्। अत्र अनुस्वारस्य स्थाने अनुनासिक क्षम्यताम् अनुनासिकचिह्नम् अनन्तरं बकारः अपि आदेशः भवति। हा, इति अस्ति। हा, अत्र मनसि भवेत् यत् अपक्षे यः अनुस्वारः अस्ति तस्य अनुस्वारस्य उच्चारणं मकारः नास्ति, किन्तु अत्र मकारः उच्चारणं नास्ति, अनुस्वारः केवलम् अ अस्ति इति तादृशस्वतन्त्रतया वर्णः अस्ति। तर्हि अत्र उच्चारणं भवति, प्रथमं पदमस्ति सङ्वादं, सङ्वादम् इति अस्ति मन्दं कुर्मः चेत्। द्वितीयमस्ति स अवादं, संवादम् इति भेदः, सूक्ष्मभेदः अस्ति किन्तु अस्ति। अस्तु, वापदान्तस्य इति सूत्रमेव किल न, अत्र पदान्ते अस्ति वा? नास्ति, परं न वापदान्तस्य न, अत्र अत्र सम् इति उपसर्गः अस्ति इति कृत्वा पदान्ते अस्ति। अत्र अत्र पदान्ते अस्ति अवश्यम्, उपसर्गः उपसर्गः इत्यस्य पदसंज्ञा भवति, वापदान्तस्य भवति, विकल् तदर्थमेव विकल्पेन अस्ति आदेशः। अस्तु, अग्रे पश्येम, विद्याभगिनी वदति वा? संयोगः लापः, अत्र अनुस्वारस्य स्थाने चन्द्रबिन्दुः आगच्छति, तदनन्तरम् अपि च पुनः लकारः अपि आगच्छति, अतः अतः वा पदान्तस्य इति सूत्रेण संलापः अथवा संलापः। समीचीनमस्ति, इति अस्ति महोदय। यै प्रत्याहारे रेपः अपि अस्ति, रेफे न भवति, किन्तु रेफे न भवति, अत्र अन्य अन्य कश्चन नियमः अस्ति, तत्र रेफस्य परसवर्ण आदेशः न कदापि भवति। महोदय, एकमेव एक अन्यप्रश्नः, भवान् पूर्वे उक्तवान् मोनुस्वारसूत्रानुसारेण मकारस्य स्थाने पदान्ते अनुस्वारः भवति, किन्तु मकारस्य उच्चारणमेव भवति इति, तर्हि एतत् पदान्ते अत्र वस्तुतः कश्चन मतभेदः अस्ति। केचन जनाः वदन्ति यत् तत्र उच्चारणभेदः भविष्यति, न कोऽपि करोति, वस्तुतः पदान्ते मकारस्थाने यः अनुस्वारः इति उच्चारणस्य प्रश्नः अस्ति वा? आम् आम्, तत्र दक्षिणभारते सर्वे संयमः एव सर्वे न वदामि, अधिकतया संयमः एव वदन्ति। सत्यमेव। अत्र का वार्ता अस्ति, प्रादेशिकभाषायाः प्रभावेन तत्र केचन दोषाः भवन्ति संस्कृतभाषायाम्। अत्र उत्तरीभारते हिन्दी अथवा या कापि भाषा भवति, तत्र बह्व्यः भाषाः सन्ति उत्तरीभारते, तत्रापि सामान्यतया पदान्तस्वरः न उच्चार्यते, इति कृत्वा तेषां काठिन्यं भवति यत्र पदान्ते स्वरः अस्ति, यथा देव, ते तु देव इति न वदन्ति, देव इति वदन्ति, न तु देव। अतः तेषां नाम काठिन्यं, तेषां कृते असौकर्यमस्ति, तेषां तत्र अभ्यासः अस्ति बहुकालतः यत् देव इति एव उच्चारणमस्ति, न तु देव। एवमेव तत्र प्रत्येकं राज्यस्य किञ्चित् काठिन्यं भवति भाषाम् अनुसृत्य। दक्षिणभारते तादृशमस्ति, यतोहि वस्तुतः अस्माकं भाषायाः नाम किम् इति चेत् संस्कृतमिति नास्ति। अस् हा स संस्कृतभाषा अस्ति, अनुस्वारः अस्ति, मकारः नितरां नास्ति, संस्कृतभाषा न तु संस्कृत. संस्कृत इति दोषाय अस्ति, तत्र प्रादेशिकभाषायाः प्रभावेन अयं दोषः प्रविष्टः. अभ्यासः बहुकालतः अभ्यासः अस्ति. किन्तु इदानीं पदान्ते मोनुस्वारः इति मकारस्य यथा शुभं करोति मकारस्य अनुस्वारः, तत्र मतभेदः अस्ति. वस्तुतः प्रायः सर्वे जनाः मकारम् एव वदन्ति तादृशेषु तादृशासु परिस्थितिषु. तत्र मकारमेव शुभं करोति, तत्र शुभम् इति. किन्तु अनुस्वारः इति तु अस्ति, अतः केचन वदन्ति यत् शुभं करोति इति भवेत्. किन्तु मया न कदापि श्रुतम् वस्तुतः. किन्तु तदेव नाम स एव अपवादः अस्ति. तत्र एव वक्तुं शक्नुमः यत् शुभं करोति इति वदति चेत् दोषाय नास्ति, शुभं करोति. अपरेषु स्थलेषु यत्र अनुस्वारः पदान्ते नास्ति, यत्र अनुस्वारः पदान्ते नास्ति, तत्र नितरां मकारः इति तादृशध्वनिः न भवेत्. अत्र पदमस्ति संयमः, संयमः न तु संयमः. अत्र मकारः नास्ति. अस्तु, अन्ते अस्माकम् अत्र परसवर्णसन्धिप्रसङ्गे अन्तिममेकं कार्यमस्ति. अत्र पश्येम किमस्ति इति. अखिला भगिनी कृपया पठतु किमस्ति. तत्र सूत्रं खलु महोदय, अन्तिमसूत्रम्. उदाहरणं पठतु. अस्तु अस्तु, पुस्तके. एते उदाहरणे परिशीलयत. श्रद्धावान् योगः लभते, श्रद्धावान् लभते. आब्रह्मभुवनात् लोकाः. अस्तु, अत्र किं जातं, किं जातं, किं पश्यति? अत्र प्रथमं पदान्ते नकारः अस्ति, तर्हि तत्र नकारस्य स्थाने तत्र लकारस्य अनुस्वारः आगच्छति खलु महोदय. अत्र अनुस्वारः इति न, लकारः अपि च अनुनासिकचिह्नम् अस्ति. अनुनासिकचिह्नं. अत्र संक्षेपे यतोहि समयः अधिकः नास्ति. अत्र किम् अस्ति, श्रद्धवान् इत्यस्मिन् नकारः, अत्र ब्रह्मभुवनात् इत्यस्मिन् तकारः. अत्र तवर्गस्य कार्यमस्ति, तवर्गस्य. अत्र तवर्गः अस्ति, तवर्गीय कश्चन वर्णः अस्ति, ततः अग्रे लकारः. इदानीं सूत्रं पठतु कृपया. तोर्लि तवर्गस्य लकारे परे परसवर्णः, तोः षष्ट्यन्तं लि सप्तम्यन्तं द्विपदमिदं सूत्रम्. अनुस्वारस्य एयि परसवर्णः इत्यस्मात् परसवर्णः इत्यस्य अनुवृत्तिः, तयोर्यवावची संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं तोः परसवर्णः लि संहितायां. तथा अग्रे किं लिखितमस्ति? तकारः थकारः दकारः धकारः एभ्यः परो लकारः अव्यवहितः चेत् जष्ट्वं कृत्वा दकारः, तदा तोर्वि इत्यनेन लकारादेशः. तत् लयः तल्लयः. नकारात् परो लकारः अव्यवहितः चेत् नकारस्य परसवर्णः लकारः भवति. विद्वान् लिखति, विद्वान् लिखति. तर्हि तत्र तोर्लि इति सूत्रं भवति, तत्र तकारस्य अनन्तरं लकारः अस्ति चेत् तत्र परसवर्णः आदेशः भवति इति. इत्युक्ते यदा तत्र तत्र तवर्गस्य प्रथम चत्वारः सदस्याः ते सन्ति चेत् तत्र प्रथमं जश्वसन्ति भवति, तत्र प्रथमं जश्वसन्धि भूत्वा तत्र तकारस्य स्थाने दकारादेशः भवति. तर्हि तत्र यदा तत्र उदाहरणमस्ति तत् अनन्तरं लयः इति अस्ति चेत् तत्र तल्लयः क्षम्यतां तद्लयः इति प्रथमं जश्वसन्धि भवति, तदनन्तरं दकारस्य स्थाने परसवर्णादेशः इत्युक्ते लकारः भवति तल्लयः इति रूपं निष्पन्नं भवति. परन्तु यदा आहत्य आहत्य तकारः तथ दध इत्येषां वर्णानाम् अनन्तरं लकारः अस्ति चेत् अपि च अव्यवहितः अस्ति चेत् नाम संहितायां विषये तत्र एषां चतुर्णां वर्णानां स्थाने लकारः भवति इति परसवर्णादेशः. तर्हि तथ दध अनन्तरं लकारः तत्र परसवर्णादेशः लकारः एव. हा किन्तु अग्रे हा किन्तु नकारः अस्ति चेत् तत्र परसवर्णः आदेशः भवति तत्र अनुनासिकलकारः. तर्हि तत्र नकारस्य स्थाने अनुनासिकवर्णः आदेशः भवति. क्षम्यताम् अनुनासिकवर्णः आदेशः भवति. तर्हि तत्र विद्वान् लिखति इति तत्र यदा वयं पूर्वं तत्र संयमः इति स्थितौ दृष्टवन्तः, तर्हि तत्र लकारस्य उपरि तत्र अनुनासिकचिह्नं भवति, तर्हि विद्वान् लिखति इति रूपं भवति. वस्तुतः यद्यपि तथा लिखितमस्ति अत्र, किन्तु कस्यापि व्यञ्जनस्य अनुनासिकचिह्नं न भवति. अत्र विद्वान् लिखति इत्यस्मिन् अनुनासिकचिह्नं इकारस्य न तु लकारस्य, न अकार क्षम्यताम् अत्र आकारस्य इति अत्र आकारस्य अस्ति न तु इकारस्य. कुत्र लिखितमस्ति पुस्तके? अत्र आकारस्य इति एव भवेत्. अहं पुनः लिखामि, अत्र दोषः अस्ति, अत्र आकारस्य उपरि उपविशति. विद्वान् लिखति अत्र यथा मया लिखितमस्ति अत्र इकारस्य अस्ति, न तथा नास्ति, आकारस्य अस्ति. विद्वान् लिखति अन्तिम विद्वान् इत्यस्य नकारस्य पूर्वं यत् यः आकारः अस्ति तस्य भवति वा? हा तस्य भवति, तस्य भवति, स्वरस्य एव भवति, व्यञ्जनस्य अनुनासिकचिह्नं न भवति इति अत्र समीकर्तव्यमस्ति. अत्र दोषाय अस्ति, अत्र कर्तव्यमस्ति आकारस्य उपरि. विद्वान् योगः लिखति तत्र विद्वान् लिखति इति अस्ति. समीचीनमस्ति इति तोर्लि इत्यस्य उदाहरणं. तर्हि द्वितीयं पश्येम अत्र. सरला भगिनी पठतु कृपया द्वितीयम् उदाहरणं. ब्रह्म भुवानात् योगलोका आब्रह्मभुवना योगतकारयोगलकारयोग ओकाः आब्रह्मभुवना योगलकार योगलकार योग ओका आ ब्रह्मभुवनान् लोका भवति. अत्र तकारस्य स्थाने अवर्गीयलोक परे अस्ति, तत् लकार आगच्छति, ब्रह्मभुवान् लोका भवति तोलि सूत्रेण. हा तोलि सूत्रेण. तर्हि तथा दध इत्येषां चतुर्णां स्थाने लकारः, नकारस्य स्थाने तस्मात् पूर्वं यः स्वरः तस् स च स्वरः अनुनासिकः भवति, अपि च लकारः भवति नकारस्य स्थाने इति एव अस्ति. हा हा अस्तु समीचीनमस्ति. सर्वे उदाहरणान् आकार अस्ति तकारस्य पूर्वं अकार अस्ति चेत् हि अत्र यः कोऽपि स्वरः चन्द्रबिन्दुः अस्ति न? नकारात् पूर्वं यः कोऽपि स्वरः भवति स च स्वरः अनुनासिकः भवति. समीचीनं वा? अस्तु तर्हि आहत्य बालसुब्रह्मण्यं महोदय तत्र अग्रे पठतु कृपया. एतयोः उदाहरणयोः थ वर्गात् परतः लकारः अस्ति, तत्र थ ध ध इति एतेषां वर्णानां स्थाने इल् ल इति आदेशः, नकारस्य ल इति आदेशः च सम्पन्नः. हा, इति टोर्लि इत्यस्य अनन्तरं सारांशः उक्तः स्थूलरूपेण स्थूलवर्णे. अनुस्वारस्य वर्गीयव्यञ्जने यै वर्गीयव्यञ्जने परे तद्वर्गस्य पञ्चमो वर्णः आदेशो भवति. पदान्ते स्थितस्य अनुस्वारस्य तु विकल्पेन. यवलेषु परेषु तु य व ल इति आदेशो भवति. सवर्गस्य लकारे परे लकार आदेशो भवति. तत्र यदि नकारः तस्य अनुनासिकलकारो भवति. हा, इति अस्ति अन्तिमवाक्यम्. अत्र पूर्वपदे अनुस्वारस्य स्थाने परवर्गीयसवर्णव्यञ्जनानि आदेशाः भवन्ति, अतः परसवर्णसन्धिः इति नाम. हा, बहु समीचीनमस्ति. अस्तु अस्तु, किन् अग्रे किञ्चित् एकम् उदाहरणमेकं द्वयं वा पश्येम अत्र. जगन्नाथमहोदय, अग्रे पठतु कृपया एकम् उदाहरणम्. उदाहरणं पुण्यकृतान् योग लोकान्. सो तत्र पुण्यकृतान् लोकान् इति भवति. हा, अत्र लकारः कति लकाराः? कति नाम उच्चारणं सम्यक् पुनः करोतु कृपया. पुण्यकृतान् लोकान्. हा, किन्तु लकारद्वयमस्ति खलु? ओ अस्तु, पुण्यकृतालोकान्. हा हा, इति अस्ति. सूत्रं किम्? कृतान् अस्तु, सूत्रं तु अनुस्वारस्य ययि परसवर्ण. न, अत्र तवर्गीयकसिनः कसिन तवर्गीय तदनन्तरं लकारः अस्ति चेत् सरला भगिनी किं सूत्रम्? ओ तोर्लि. हा, तोर्लि इति सूत्रं. तोर्लि भवति, तोर्लि इति सूत्रमस्ति. हा, समीचीनमस्ति. अस्तु, अग्रे राधिका भगिनी द्वितीयम् उदाहरणम्. अस्तु महोदय, शुभान् लोकान् इति अन्तिमरूपम् इत्युक्ते शुभान् लोकान् इति प्रथमरूपमस्ति. शुभ इत्युक्ते नकारस्य स्थाने ल इति भवति. नकारस्य पूर्वम् आ इति स्वरस्य स्थाने इति अनुस्वारः भवति. अनुस्वारः नन्द्रबिन्दुः भवति. क्षम्यताम्, अनुनासिकस्वरः भवति. इत्युक्ते शुभान् लोकान् इति अन्तिमरूपम्. हा, बहु समीचीनम्. तोर्लि इति सूत्रं बहु समीचीनमस्ति. हा, शुभान् लोकान्. शुभान् लोकान् इति पदमस्ति. अस्तु, अग्रे गच्छेम. सुमित्रा भगिनी अग्रे. महोदय, श्रुतिमत् श्रुतिमत् लोके श्रुतिमल्लोके इति तकारस्य स्थाने लकारः आदेशः भवति इति सूत्रेण. हा, बहु सुन्दरमस्ति. अस्तु, रविप्रकाश महोदय अग्रे. आम् महोदय, समन्ताल्लोकान् समन्ताल्लोकान् समन्तात् योगः लोकान् समन्ताल्लोकान्. हा, तत्र किं जातम्? तत्र समन्तात् तकारः अस्ति, तकारस्य स्थाने लकारः आदेशः सोर्लि इति सूत्रेण समन्ताल् लोकान् समीचीनमस्ति. समन्ताल् लोकान् रामप्रियभगिनी अग्रे. अहं योगः कारः अहङ्कारः वा पदान्तस्य इति सूत्रेण परसवर्णः ककारस्य कवर्गीयस्य पञ्चमवर्णः मकारस्य क्षम्यताम् अनुस्वारस्य. अहं योगः कारः प्रथमं मोनुस्वारः इति सूत्रेण मकारस्य स्थाने अनुस्वार आदेशः भवति. विकल्पेन वा पदान्तस्य इति सूत्रेण पञ्चमसदस्यः परसवर्णस्य पञ्चमसदस्यः अहङ्कारः. किन्तु अत्र वस्तुतः यद्यपि अहम् इति एकं पदमस्ति अत्र समासः अस्ति यद्यपि कारः इति पृथक्तया पदं नास्ति. तर्हि अत्र पदान्ते इति न चिन्तनीयमस्ति. अनुस्वारस्य ययि परसवर्णः तत्र अहङ्कारः यतोहि विकल्पेन अहं योगः कारः इति प्रायः वक्तुं न शक्नुमः खलु. अहं कारः इति तत्र विकल्पेन पृथक्तया न भवितुमर्हति. समासः अस्ति, समासे सन्धिः नित्यः अपदान्ते अस्ति, तदर्थम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण भवति. अस्तु, समीचीनमस्ति. सहदेव महोदय अग्रे. महोदय, प्रे योगः खा चिन्तयामि अनुस्वार आदेशः भवति. मकारस्य स्थाने अनुस्वारः भवति, अत्र पदान्ते नास्ति अपदान्ते. तर्हि मकारस्य अनुस्वारः केन सूत्रेण अपदान्ते? नश्चापदान्तस्य जलति नश्चापदान्तस्य जलति सूत्रेण मकारस्य स्थाने अनुस्वारः. अनन्तरं अपदान्ते नाम अपदान्ते किं भवति? मकारस्य स्थाने अनुस्वारः अनन्तरं किम्? पदान्ते नास्ति. ययि परे अस्ति. तर्हि किं सूत्रम्? किं सूत्रम्? परसवर्णः ययि वा संहितायां. नाम किं सूत्रं? सूत्रं वक्तव्यं. सूत्रम् सन्ध्या भगिनी साहाय्यं करोति वा? सन्ध्या भगिनी, अस्ति वा? पुष्पा भगिनी, अस्तु. तिङ्गतपदः अस्ति न खा, प्रेम खा, अत्र वा पदान्तस्य अत्र पदं पदान्ते नास्ति, अत्र समासः अस्ति. अत्र प्रेङ्खा प्रेङ्खा आयाति खख ङ इति नास्ति, च च च च य नास्ति, खख खख ङ य इति न, ङ अस्ति. तत्र केन सूत्रेण? अनुस्वारस्य अनुस्वारस्य ययि परसवर्णः हा इति सूत्रेण परसवर्णादेशः अपदान्ते हा समीचीनमस्ति अखिल भगिनी अग्रे संयोगः गणकं तत्र प्रथमं सम्मिति मकारः अस्ति मकारः तत्र मोनुस्वारः इति सूत्रेण तत्र मकारस्य स्थाने अनुस्वारादेशः भवति तर्हि संयोगः गणकं प्रथमतया वक्तव्यमस्ति यत् पदान्ते अस्ति न वा पदान्ते अस्ति खलु महोदय तत्र सौ इति उपसर्गः अस्ति इति सर्वे अवगच्छन्तु अत्र सम् इति सम् इति उपसर्गः अस्ति सम् उपसर्गः पदान्ते अस्ति अतः पदान्तस्य मोनुस्वारचिनेन अनुस्वारादेशः भवति तर्हि संयोगः गणकम् इदानीं तत्र वा पदान्तस्य इति सूत्रेण तत्र न इत्युक्ते तत्र गकारस्य पञ्चमसदस्यः आदेशः भवति सङ्गणकम् इति अपक्षे तत्र सङ्गणकम् इति अनुस्वारः एव तिष्ठति तर्हि रूपद्वयं भवति रूपद्वयं सङ्गणकं सङ्गणकम् इति अस्ति अस्तु बहु समीचीनमस्ति अस्माकं समयः अपि जातः अन्तिमवाक्यत्रयं सर्वे कुर्वन्तु चिन्तनं सम्यक्तया कुर्वन्तु तत्र गृहपाठरूपेण तत्र पदान्ते अस्ति न वा अनुस्वारः भवति न वा परसवर्णादेशः भवति न वा इति एतादृशं चिन्तनं कर्तव्यमस्ति हा अस्तु समीचीनमस्ति धन्यवादः सर्वेषां नमस्कारः धन्यवादः धन्यवादः महोदय.